ॐ सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः तत्र अस्ति धातुविज्ञानम्। धातुविज्ञानम् इति तत्र अध्याये प्रथमकरपत्रम् अस्ति इत्संज्ञकप्रकरणस्य विषये, तत् वयं दृष्टवन्तः। इत्संज्ञकप्रकरणे तत्र यानि सूत्राणि ते सर्वाणि अस्माभिः अधीतम्। आम्, तत्र अभ्यासः अपि वर्तते। अहं चिन्तयामि सर्वैः एतत् अभ्यासः अपि कृतम्। एतत् पूर्वे अपि वयं कृतवन्तः। तत्र कोऽपि अहं चिन्तयामि तत्र कोऽपि शङ्का नास्ति। अपि च अनन्तरं तत्र अधोभागे एकं तत्र वंशीसुधा भगिनिना तत्र एकं चित्रं तत्र तत्र चित्रम् अपि दत्तम्। प्रायशः अत्र अस्मिन् चित्रे तत्र ये इत्संज्ञकप्रकरणस्य विषये यानि सूत्राणि तेषां विषये तत्र दत्तं वयं दृष्टवन्तः। साररूपेण वदामः चेत् तत्र इत्संज्ञाप्रकरणे तत्र सप्तसूत्राणि सन्ति। एकं सूत्रम् अस्ति निषेधकसूत्रम्। षट् सूत्रेभिः तत्र वर्णानाम् अपि च तत्र वर्णसमूहस्य कुत्रचित् इति नामकरणं भवति। षट् सूत्राणि संज्ञासूत्राणि, एकं संज्ञानिषेधकसूत्रं। सो इत्संज्ञाप्रकरणे इति नामकरणं भवति, वर्णानाम् इति नामकरणम् एतेषु सूत्रेषु भवति। उपदेशे अजनुनासिक इत् हलन्त्यम् अपि च आदिर्नीटुड्वः। अत्र एतेषु सूत्रेषु त्रिषु सूत्रेषु केवलम् उपदेशे इति पदम् अस्ति। सो उपदेशे इति वदामः चेत् तत्र यत्किमपि उपदेशः, प्रत्ययरूपी उपदेशः वा आदेशरूपी उपदेशः वा धातुरूपी उपदेशः उपदिष्टधातु वा यत्किमपि उपदेशरूपेण व्याकरणशास्त्रे वर्तते तस्य विषये उपदेशे अजनुनासिक इत् हलन्त्यम् अपि च आदिर्नीटुड्वः। एतानि सूत्राणि तत्र सर्वेषु उपदेशेषु कार्यं करोति। परन्तु वयं दृष्टवन्तः तत्र आदिर्नीटुड्वः यः सूत्रम् अस्ति, यद्यपि महर्षि तत्र उपदेश इति पदं तत्र दत्तम्, उपदेश इति पदस्य तत्र तत्र एतत् पदम् अनुवर्तते, तस्य अनुवृत्तिः भवति पूर्वसूत्रात्, तथापि तत्र प्रक्रिया दृष्ट्वा इत्युक्ते प्रक्रिया पश्यामः चेत् तत्र नी टू डु इति वर्णसमूहः केवलं धातुषु एव लभ्यते। स च नी टू डु आदौ वर्तते चेत्, उपदेशस्य आदौ अस्ति चेत् तस्य इति भवति, सूत्रं तदेव वदति। कस्यचित् उपदेशस्य आदौ नी इति वर्णसमूहः, टू इति वर्णसमूहः, अपि च अथवा डु इति वर्णसमूहः अस्ति चेत् तस्य एकत्र इति करणीयम् इति तु सूत्रं वदति। परन्तु प्रक्रिया दृष्ट्वा यदा वयं तत्र प्रक्रियार्थं तत्र पश्यामः चेत् तत्र केवलं धातुषु एव एतादृशः वर्णसमूहः लभ्यते। अतः कानिचन वैयाकरणाः अत्र धातुः इति पदस्य अपि अनुवृत्ति स्वीकरोति। किमर्थं चेत् एतादृशः यः वर्णसमूहानां तत्र इति नामकरणं भवति केवलं धातुषु एव लभ्यते, अतः तत्र धातुः इति पदस्य अपि अनुवृत्तिः भवति। अन्ततो गत्वा तत्र फलितार्थः कः? नी टू डु इति धातुस्य कस्यचित् उपदिष्टधातुस्य आदौ अस्ति चेत् तस्य इत्संज्ञा भवति, वर्णसमूहस्य इति भवति। अनन्तरं तत्र यः प्रथमपादे प्रथम अध्याये तृतीयपादे यः षष्ठसूत्रम् अस्ति शः प्रत्ययस्य तत्र प्रत्ययस्य इति पदं साक्षात् दत्तं सूत्रे. सो तत्र प्रत्ययस्य विषये एव प्रायशः उपदेशकयः उपदिष्टप्रत्ययः व्याकरणशास्त्रे तस्य तत्र पूर्वसूत्रात् तत्र आदिः इति पदस्यापि अनुवृत्तिः, अपि च तस्य उपदेशे अपि च इत् इति पदद्वयस्य अनुवृत्तिः तु सर्वत्र सर्वेषु सूत्रेषु तत् पदद्वयस्य अनुवृत्तिः भवति. अतः प्रत्ययस्य आदौ शः प्रत्ययस्य पूर्वे पञ्चमसूत्रम् अस्ति आदिर्नीटुडुवः. सो आदिः इति पदस्य अत्र अनुवृत्तिः भवति. सो प्रत्ययस्य आदौ शकारः मूर्धन्यशकारः अस्ति चेत् तस्य इत् करणीयम्, इत् संज्ञा इति संज्ञा भवति, नामकरणम् अस्ति. अनन्तरं शः प्रत्ययस्य साक्षात् अनन्तरं चुटु इति सूत्रं स्थापितं महर्षिणा. सो तत्र चुटु सूत्रे अपि पूर्वसूत्रात् प्रत्ययस्य इति अनुवृत्तिः स्वतः भवति, अपि च आदिः इति पदस्य अपि भवति. सो प्रत्ययस्य आदौ चुटु इत् तेषाम् अपि इत् भवति. सो चजन्य टडन इति तत्र केवलं शः प्रत्ययस्य आरभ्य तत्र प्रत्ययस्य इति अनुवृत्तिः अनन्तरं सर्वत्र भवति. सो त्रिषु सूत्रेषु तत्र प्रत्ययस्य अनुवृत्तिः भूत्वा तत्र केवलं प्रत्ययानाम् एव एतत् त्रीणि सूत्राणि कार्यं करोति. सो कस्यचित् धातुः आदौ मूर्धनिषकारः अस्ति चेत् तस्य इत्संज्ञा न भवति. कस्यचित् आदेशस्य यः आदौ शकारः अस्ति चेत् तस्यापि इति न, केवलं प्रत्ययस्य यत् किमपि प्रत्ययः, अत्र कोऽपि विशिष्टप्रत्ययस्य विषये न दत्तं. व्याकरणशास्त्रे यत् किमपि प्रत्ययः तस्य आदिं वर्णः मूर्धन्यशकारः अस्ति चेत् तस्य इति भवति. तथैव अत्र चुटु इति सूत्रे अपि किमपि विशिष्टं न उक्तं, केवलं प्रत्ययस्य इति पदस्य अनुवृत्तिः. सो यानि प्रत्ययाः तत्र व्याकरणशास्त्रे सन्ति तेषां विषये चुटु इति चवर्गीयवर्णः आदौ अस्ति चेत् टवर्गीयवर्णः आदौ अस्ति चेत् तस्य सर्वदा तत्र इत् संज्ञा भवति. अनन्तरं तत्र लषक्व तद्धिते. सो अत्र अतद्धिते इति न तद्धिते, अतद्धिते इति नञ् तत्पुरुषसमासः. सो नञ् तत्पुरुषसमासे तत्र यः न अस्ति तत्र नकारस्य न तद्धिते इति वदामः चेत् यदा न इति पदम् अस्ति, न पदस्य अनन्तरं तत्र व्यञ्जनवर्णः अस्ति चेत् तत्र अकारः योजनीयं. सो अतद्धिते यदि नञ् तत्पुरुषसमासे यस्य कृते निषेधः तत्र स्वरः अस्ति चेत् तत्र अन् इति भवति. एतत् नियमः अस्ति व्याकरणशास्त्रे. सो अत्र तु तद्धित् इति पदम् अस्ति, अतः नञ् तत्पुरुषसमासे न तद्धिते इत्युक्ते अतद्धिते. सो तद्धित् प्रत्ययेषु लषकु इति न भवति. सो तद्धित् प्रत्ययेषु लषकु इति न भवति चेत् तस्य एकत् अन्यतार्थः कः, तद्धित् प्रत्ययविहाय ये अन्यप्रत्ययाः तत्र लषकु इति भवति इति तस्य अर्थः. सो लषकु अतद्धिते तत्र प्रत्ययस्य इत् आदौ अस्ति चेत् अत्र आदिः पदस्य अपि अनुवृत्तिः, प्रत्ययस्य इति पदस्य अपि अनुवृत्तिः, अपि च उपदेशे इत्. सो औपदेशिक अवस्थायां यदि प्रत्ययस्य अतद्धित् प्रत्ययस्य आदौ लषकु अस्ति चेत् तस्य इत् संज्ञा करणीयम्. तदित् प्रत्यये तु निषेधः, न तदिते इत्युक्ते तदित् प्रत्ययेषु लषकु तत्र तस्य इत् न भवति, लषकु तिष्ठति, लकारः शकारः अपि च कवर्गीयवर्णः तिष्ठति. एतत् सर्वं वयं पूर्वस्मिन् वर्गे दृष्टवन्तः, अपि च अत्र उपरि अपि दत्तं. सो ये अनुवृत्तिः इत्युक्ते तत्र सूत्राणां यः क्रमः अस्ति, द्वितीयसूत्रं तृतीयसूत्रं चतुर्थसूत्रं, सो महर्षिणा सूत्रं सूत्राणां क्रमः तादृशः तत्र दत्तं येन किम् अनुवृत्तिः तत्र सरलं सुलभं भवति. सो उपदेशे अपि च इति पदद्वयस्य अनुवृत्तिः सर्वत्र अपेक्षते, तस्य अपेक्षा अस्ति सर्वेषु सूत्रेषु. उपदेशे पदस्य अपेक्षा अपि च इति पदस्य अपेक्षा, अतः आदौ एव एतत् सूत्रं दत्तम्. अनन्तरं हलन्त्यम् इति सूत्रे तत्र अन्त्यम् अपि च हल् न विभक्तौ तुस्माः इति सूत्रे तस्य आवश्यकता अस्ति, अतः औत्सर्गिकसूत्रं प्रथमे दत्तं. हलन्त्यम् इति सामान्यनियमः, कस्यचित् उपदेशस्य अन्त्ये कोऽपि हल् वर्णः अस्ति चेत् तस्य इत् इति नामकरणं भवति, तस्य वर्णस्य इति नामकरणं भवति हल् वर्णस्य. परन्तु न विभक्तौ तुस्माः इति सूत्रे यः तुस्माः विषये न इति निषेधः, सः अपि अन्ते अस्ति चेत्, तुस्माः उपदेशस्य अन्ते अस्ति चेत् तस्य इत् संज्ञा निषेधः न भवति, न करणीयं. परन्तु तत्र विभक्तौ इति पदमपि अस्ति, इत्युक्ते विभक्तौ इति यः अस्ति तेन किं कुत्र निषेधः. सर्वेषु उपदेशेषु तुस्माः तत्र इत्संज्ञविषये निषेधः नास्ति, केवलं विभक्तौ विषये एव तुस्मा विषये अन्ते अस्ति चेत् तस्य इत्संज्ञा न करणीयं, तदपि दृष्टवन्तः. सो विभक्तौ इति पदस्य अत्र तत्र आवश्यकता, अन्यथा तु तत्र सर्वेषु उपदेशेषु अन्ते तुस्माः अस्ति चेत् तस्य इति कर नामकरणस्य निषेधः, परन्तु तथा नास्ति. केवलं विभक्तिप्रत्ययेषु, विभक्ति इति प्रत्ययानां संज्ञा, यथा सार्वधातुक आर्धधातुक इति धातु अनन्तरं ये प्रत्ययाः आगन्तुं शक्यते तेषां नामकरणम् एव सार्वधातुक अपि च आर्धधातुक, तादृशसूत्रम् अस्ति. तत्र धातोः इति पदस्य अनुवृत्तिः भवति. सो धातुतः यः प्रत्ययः विधीयते तेषामेव सार्वधातुक अपि च आर्धधातुक इति संज्ञा भवितुम् अर्हति. सूप् प्रत्ययानां तदित् प्रत्ययानां विषये तत्र शित् अशित् इति न द्रष्टव्यं, किमर्थं चेत् सूप् अपि च तदित् प्रत्ययः धातु अनन्तरं न विधीयते. सो धातु अनन्तरं ये प्रत्ययानां विधानं महर्षिणा कृतं तेषाम् एव संज्ञा सार्वधातुक अथवा आर्धधातुक भवितुम् अर्हति. तत्र सूत्र आधारेण अतः कस्य कस्य पदस्य अनुवृत्तिः तत्र भवति तदपि दृष्ट्वा वयम् एतत् निर्णयं कर्तुं शक्यते. तथैव अत्र विभक्तौ इति पदम् अस्ति. सो विभक्ति इति एकं विशिष्टनामकरणम् अस्ति, यथा इत् इति तत्र लोके तु इत् इति कोऽपि तत्र तस्य अर्थः नास्ति. इत् अपि एतं व्याकरण शास्त्रे एतत् पदस्य तत्र टेक्निकल् वर्ड् अस्ति. तथैव विभक्ति इति वदामः चेत् तत्र विभक्ति इति पारिभाषिकशब्दः, अतः तस्य विषये अपि महर्षिणा तत्र सूत्रं दत्तं विभक्तिश्च. तस्मिन् विभक्तिश्च इति सूत्रे तत्र सुप् अपि च तिङ् पदद्वयस्य अनुवृत्तिः भवति. सो सुप् अपि च तिङ् तेषां नामकरणम् एव विभक्ति इति संज्ञा, नाम संज्ञा इत्युक्ते नामकरणं भवति. सो तस्मिन् एव सुप् अपि च तिङ् मध्ये एव तुस्माः विषये अन्त्ये अस्ति चेत् तस्य निषेधः इति तत्र अनुवृत्तिविषये. शः प्रत्ययस्य चुटु लशक्व तदिते तत्र दृष्टवन्तः, अपि च आदिर्नीटुडुवः, आदिः अपि च प्रत्ययस्य इति अनु तत्र सर्वत्र अनुवर्तते. अनुवृत्तिः तत्र स्वतः भवति. पूर्वसूत्रे पूर्वसूत्रात् यः पदं दत्तं तस्य अनुवृत्तिः तत्र स्वतः भवति अग्रिमेषु सूत्रेषु, यदि समानप्रकरणम् अस्ति चेत्. अनन्तरं तस्य लोपः इति सूत्रं विधिसूत्रं, तेन कार्यं विधीयते. कार्यम् इत्युक्ते तत्र केवलं व्याकरणशास्त्रे कार्यं वदामः चेत् आदेशः, आगमः अपि च नामकरणम्, एतादृशः कार्याणि. सो लोपः इति अस्ति, लोपादेशः अपि आदेशरूपी कार्यं. कस्यचित् पूर्ववर्णस्य तत्र सः अपगच्छति, तस्य लोपकार्यं भवति, अदर्शनं भवति. अतः एतत् एव अस्मिन् प्रकरणे एकमेव विधिसूत्रम् अस्ति, येन कार्यं विधीयते यस्य यस्य इत् तस्य तस्य लोपः अपि भवति अनन्तरं. सो इत् संज्ञा इति कर यः नामकरणम् अस्ति इति नामकरणं तस्य प्रयोजनं किं व्याकरणशास्त्रे? तस्य यस्य यस्य इति नामकरणं भवति वर्णस्य अथवा वर्णसमूहस्य, तस्य अनन्तरं लोपः अपि तत्र करणीयं. तत्र केवलं नामकरणम् एव कुर्मः चेत् तत्र कोऽपि प्रयोजनं नास्ति. नामकरणस्य आवश्यकता किम् इत्युक्ते तस्य लोपः अपि भवति. यस्य इति तस्य लोपः, शब्दसमूहस्य इति चेत् शब्दसमूहस्य लोपः, एकमेव वर्णस्य इति चेत् तस्य वर्णस्य लोपः अपि भवति अनेन सूत्रेण. सो यस्य यस्य इति संज्ञा इति नामकरणम् इति संज्ञा, तस्य लोपः अपि अनन्तरं भवति. अपि च अत्र वयं दृष्टवन्तः एकं वार्तिकमपि आवश्यकं. तत् किं? तत् अस्ति इर् इति संज्ञा वाच्य इर् इति तत्रापि वर्णसमूहस्य एकत्र. सो तत्रापि धातुः इति पदस्य अनुवृत्तिः भवति. केवलं धातुषु एव तत्र इर् इति वर्णसमूहः लभ्यते आदेशरूप उपदेशे, अपि च सः अन्ते वर्तते. अतः तस्यापि वर्णसमूहस्य यूनिट् कृत्वा एव तस्य इत् भवति. भिन्नभिन्नरीत्या तत्र इत् संज्ञा न करणीयं. तथैव तत्र वार्तिकस्य आवश्यकता. सो तत्र वार्तिकद्वारा एव इत् संज्ञा करणीयं. यत्र यत्र धातुषु अन्ते इर् इति वर्णसमुदायः तत्र ह्रस्व इकारः. सो ह्रस्व इकारस्य साक्षात् परे रेफः उपदेश अवस्थायां धातुषु लभ्यते चेत्, स च अन्ते अस्ति चेत् तस्य इत् संज्ञा करणीयम्. अपि च यस्य यस्य इत् तस्य अनन्तरं लोपः अपि भवति. सो अत्र शब्दसमूहस्य एकत्र इत् करणीयम्. अस्तु, एतस्य विषये तत्र कोऽपि प्रश्नः अस्ति चेत्, अन्यथा तत्र द्वितीय यः धातुविज्ञानं द्वितीय इति करपत्रम् अस्ति तत्र आरम्भामहे. हरि ओम्, वदतु महोदय. महोदय, पर तद्धित् परे किं तद्धित् परे प्रत्यय न आयाति किं धातु परे? किं महोदय? तद्धित् प्रत्यय न आयाति धातु परे? तद्धित् प्रत्यय धातु परे तद्धित् प्रत्यय यथा कृत् प्रत्यय प्रातिपदिकं परे आयाति किं? तत्र प्रातिपदिकस्य अनन्तरमेव तद्धित्, यथा कृत् प्रत्ययाः तथैव तद्धित् प्रत्ययाः. इत्युक्ते द आल्टर्नेटिव् आफ् सुप् इस् सुप् एण्ड् कृत् इस् तद्धित्. सो कृत् प्रत्ययाः धातु अनन्तरं विधीयते, परन्तु तद्धित् प्रत्ययाः प्रातिपदिकस्य अनन्तरं विधीयते. तथैव कृत् प्रत्ययाः प्रातिपदिकस्य अनन्तरं वयं योजयितुं न शक्नुमः. तथैव तद्धित् प्रत्ययाः धातु अनन्तरं साक्षात् धातु अनन्तरं न योजयितुं शक्नुमः, परन्तु कृत् प्रत्ययः तु साक्षात् धातु अनन्तरम् एव योजयामः. इत्युक्ते धातुयोग तत्र त्वा, तवतु, तृच् एते सर्वे कृत् प्रत्ययाः. तेषां विधानम् इत्युक्ते तृतीय अध्यायः यः अस्ति अष्टाध्यायी इति ग्रन्थस्य, यः तृतीय अध्यायः, तस्मिन् अध्याये धातुतः विहितः प्रत्ययानां विषये एव अस्ति. सम्पूर्णतृतीयाध्याये साक्षात् धातु अनन्तरं ये प्रत्ययाः विधीयन्ते, ते सनादिप्रत्ययः भवेत् वा विकरणप्रत्ययः भवेत् वा तत्र कृत् प्रत्ययः वा तिङ्प्रत्ययः वा लकार लट् लकारप्रत्ययः वा, सर्वत्र ते तृतीयाध्याये एव तेषां विधानं. सो धातुतः विहितः प्रत्ययः तृतीयाध्याये तेषां विधानं महर्षिणा कृतम्. अनन्तरं चतुर्थाध्याये पञ्चमे अध्याये तत्र सुप् अपि च तद्धित् विषये. सो तद्धित् प्रत्ययः तु धातु अनन्तरं साक्षात् न आगन्तुं शक्यते, केवलं तेषां विधानं प्रातिपदिकस्य अनन्तरम् एव महर्षिणा कृतम्. तथैव सुप् प्रत्ययः प्रत्ययः अपि तत्र केवलं प्रातिपदिकस्य अनन्तरम् एव आगन्तुं शक्यते. यस्य प्रातिपदिक इति संज्ञा व्याकरणशास्त्रे, तस्य अनन्तरम् एव सुप् अपि च तद्धित् प्रत्ययः आगन्तुं शक्यते. अत्र लसक्तद्यते अस्ति तत्र प्रत्यय तु आदमतिजकी जो है अनुवृत्ति अस्ति तो अत्र तद्यतो तत्र धातु धातु कार्ये न करोति तत्र तद्यत् किं कारणे अत्र लिखितमस्ति महोदय? अत्र तद्यत् प्रत्ययविषये एव निषेधः इत्युक्ते इत्संज्ञाप्रकरणं सर्वेषु व्याकरणशास्त्रे यत्र यत्र वर्णानाम् इत्संज्ञा भवति सम्पूर्ण तत्र अष्ट अध्यायाः सन्ति अष्ट अध्यायेषु यत्र यत्र वर्णानाम् इत् भवति तत्र एकमेव प्रकरणम् अस्ति. सो वेदर् देट् इस् अजित् प्रत्ययः देट् इस् कृत् प्रत्ययः सम्पूर्णव्याकरणशास्त्रे यत्र वर्णानाम् इत्संज्ञा भवति एषु षट्सु सूत्रेषु एव भवति. अस्तु महोदय. भगिनी वदतु, बिट्वीन् नुल् एण्ड् शून् प्रत्ययाः द्वयम् अपि वु एव अवशिष्यते वा? सत्यं. सो यत्र यत्र वु अथवा यु अवशिष्यते तत्र युवर् नाको इत्यनेन सूत्रेण अन् अपि च अक् अक् अन अपि च अक् आदेशः भवति. शून् इति प्रत्ययः तत्र आदिं वर्णः शकारः मूर्धन्यशकारः. सो शः प्रत्ययस्य इत्यनेन तस्य इत् भवति. अन्ते नकारः अस्ति. शून् इति प्रत्ययः अतदित् प्रत्ययः इत्युक्ते तदित् प्रत्ययः नास्ति, कृत् प्रत्ययः अस्ति. अतः नकारस्य तत्र इत् भवति. लशकु इत् भवति. प्रत्येकस्य निषेधः कुत्र अस्ति? न तदिते. तदित् प्रत्ययेषु एव लशकु इत् न भवति. इत्युक्ते तत्र अन्यप्रत्ययेषु तु लशकु अपि इत् भवति. अत्र लशकु विषये नास्ति. सोरि, न विभक्तौ तुष्टः. विभक्तिप्रत्ययः नास्ति. शून् इति प्रत्ययः विभक्तिप्रसंज्ञकः न. सूप् अपि च तिङ्गेव विभक्तिसंज्ञकाः. सो तुस्माः इति कथनेन यः अन्तिम तुस्त स अपि च तु इति इत्युक्ते तथ दद न. अत्र नकारः अस्ति. नकारस्य इत् भवति अत्र. किमर्थं चेत् शून् इति सूप् नास्ति, तिङ् नास्ति, विभक्तिसंज्ञकः नास्ति. अतः अत्र नकारस्य अपि इत्. तथैव नवुल्, नवुल् अपि तत्र अन्ते हलवर्णः लकारस्य इत्संज्ञा भवति. चुटु इत्यनेन ट न प्रत्येकस्य प्रत्ययस्य विषये चुटु इत्संज्ञा भवति आदौ अस्ति चेत्. सो नवुल् अपि न मूर्धन्यनकारस्य इत्संज्ञा. अतः वु एव अवशिष्ट. तत्र न केवलं नवुल् अपि च शून् अस्ति, तत्र अन्यप्रत्ययः अपि तत्र सन्ति यत्र वु एव अवशिष्यते. प्रत्ययः अस्ति चेत् शकारस्य लोपः भवति. आदमान शकारस्य लोपः भवति. हलन्त शुन् तत्र हलन्तमपि भवति खलु? सत्यं. नास्ति. सो वु एव अवशिष्यते. अतः वु स्थाने तत्र आदेशः भवति. नुल् तत्प्रत्यये अपि उ एव अवशिष्यते. अवशिष्यते. अक् भवति वा सर्वे अत्रापि तत्रापि अक् भवति. आम्, यत्र यत्र वु. किमर्थं चेत् युवर् नाको इति परिभाषासूत्रम् अस्ति. सो यत्र यत्र प्रत्ययस्य वु अवशिष्यते तस्य अक इति आदेशः भवति. अकारः ककारः अन्ते अपि अकारः अस्ति. तत्र अन इति आदेशः तत्र न उपरि नुल् उपरि शूयि अस्ति खलु? आम्, तत्रापि अत्रापि सत्यं भगिनि. अत्रापि अक इति आदेशः भवति. सो प्रत्ययेषु यत्र यु अपि च वु अवशिष्यते तत्र यु स्थाने अन आदेशः भवति, वु स्थाने अक इति आदेशः भवति. कथं जानीमः? तत्र परिभाषासूत्रम् अस्ति. युवोर् नाकौ केवल यु उ विषये एव मात्र य न भवति तव्य ष्यन् षन् अत्र य अस्ति तत्र अन् न भवति खलु, अन न भवति. न यत्र उकारः अपि वु अपि च यु अस्ति. यत्र यकारः केवलं यकारः अस्ति तत्र न भवति, अथवा यकारस्य सः तत्र अकारः अथवा इकारः कोऽपि अन्यस्वरः अस्ति चेत् तत्र न भवति. यु यु अपि च वु स्थाने एव आदेशः, प्रत्यादेशः भवति. अवगतम् अवगतम्, धन्यवादः महोदय. सो मेनि प्रत्ययः हेव् अक अण्ड् अन एस् द अवशिष्टभागं वा? एस् द फैनल् रूप्. यस् फैनल् रूप्. ओके महोदय, तत्र इत्संज्ञक वर्णानां तत्र प्रयोजनं वर्तते. किमर्थं महर्षिणा डैरेक्ट् अक किमर्थं न दत्तम् इत्युक्ते वयं जानीमः नवुल् इति प्रत्ययः मूर्धन्यनकारस्य इति अस्ति. सो धातु अनन्तरं नवुल् इति प्रत्ययः योजयामः चेत् तत्र वृद्धिः भवति. अचोणिणिति इत्यनेन अणितप्रत्ययः परे अस्ति चेत् तत्र वृद्धिकार्यं भवति, न तु गुणकार्यम्. सो तत्र यः इत्संज्ञक वर्णः तस्य प्रयोजनमपि वर्तते, अतः तत्र भिन्नभिन्नमूलरूपं भिन्नम् अस्ति, परन्तु लौकिकरूपं तु तत्र अक एव अवशिष्यते. सो तत्र प्रायशः वयं किं दृष्टवन्तः, सर्वेषु इत्संज्ञकवर्णानां तत्र प्रयोजनं व्याकरणशास्त्रे, विना प्रयोजनम् इत्संज्ञा न भवति इति तत्र प्रसिद्धवचनः. विना प्रयोजनं कोऽपि कार्यमेव न भवति व्याकरणशास्त्रे. सो तत्र षकारस्य यः आदौ अस्ति तस्यापि प्रयोजनं, नकारः आदौ अस्ति चेत् तस्यापि प्रयोजनम्. महोदय, आदेश आगम कथं जानामि उपदेशे अवस्था अस्ति, अन्यथा उपदेशे अवस्था नास्ति. आदेश आगम यत् सूत्र आधारेण उक्तं तत् सर्वम् आदेशः एव महोदय. सूत्र आधारेण आदेश आम् सर्वे आदेशः तत्र उपदेशे उपदिष्टः एव. वि केनाट् आर्डर् न, वि केनाट् डू द आगमः. सो सूत्रे यत् उक्तं तत् आदेशः एव. देट् इस् वै वी आर् फालोयिङ्ग् द सूत्र. नुमागमः आदेशः इति सूत्रमेव उक्तति. आम् सूत्रं प्रमाणं, सूत्रे यत् उक्तं तदेव आदेशः. आगमः अस्ति चेत् नुमागमः इति उच्यते, आदेशः अस्ति चेत् आदेशः इति उच्यते. तत्र वाट् इस् द सारः, सारः कः? आगमः मूल आगमः यः अस्ति तत्र अपि इत्संज्ञकवर्णात् तत्र द्रष्टव्यम्. आदेशे अपि द्रष्टव्यं कोऽपि इत्संज्ञकवर्णः अस्ति चेत् तस्य लोपः, इत्संज्ञा अपि च अनन्तरं लोपः करणीयं. सो मूलरूपम् एकम् अस्ति, तत्र प्रक्रियायां यः तत्र यः रूपम् अस्ति तद् भिन्नम्. किमर्थं चेत् वयं दृष्टवन्तः ये तत्र आगमविषये तु तत्र इत्संज्ञकवर्णं दृष्ट्वा एव ज्ञातुं शक्यते तत्र तादृश आगमः कुत्र करणीयं. कित् अस्ति चेत् आदौ करणीयं, कित् अस्ति चेत् अन्ते करणीयं, मित् अस्ति चेत् इत्युक्ते यस्मिन् मकारः इत्संज्ञकः, टित् अस्ति चेत् यस्मिन् टकारः इत्संज्ञकः. सो यस्मिन् आगमे यथा नौमिति आगमे मकारः इत्संज्ञकः सः कुत्र भवति, यस्य आगमः तस्मिन् यः अन्तिमस्वरः तस्य अनन्तरम् एव नूतनवर्णस्य उदयः भवति. आगमविषये इत्संज्ञकवर्णानां तु प्रयोजनं जानीमः. इत्संज्ञकवर्णस्य तत्र द्वारा एव वयं ज्ञातुं शक्यते आगमः कुत्र करणीयं, यस्य आगमः तस्य आदौ करणीयं वा कुत्रचित् मध्ये करणीयं वा अन्ते करणीयं वा. सो इत्संज्ञकवर्णं दृष्ट्वा एव ज्ञातुं शक्यते, अन्यथा तु तत्र न, तत्र भ्रमः जायते. सो तत्र सूत्रद्वयं तत्र स्मर्तव्यम्, आद्यन्तौ टकितौ अपि च मिदचो अन्त्यात् परः, आगमनां विषये एव एतत् सूत्रद्वयं, परिभाषासूत्रद्वयं. परिभाषा इति वदामः चेत् अनियमनियमकारिणी इति परिभाषा, स्त्रीलिङ्गशब्दः. अनियमनियमकारिणी, यत्र नियमः नास्ति, यत्र भ्रमः जायते कार्यस्य कृते, तत्र परिभाषासूत्रम् आगत्य सहायता करोति. सो यत्र आगमस्य विषये तु कस्यचित् स्थाने आवश्यकता नास्ति, प्रत्ययस्य आगमः, धातु आगमः कुत्र करणीयम्, आदौ स्थापनीयं वा नूतनवर्णः कुत्र स्थापनीयं कथं जानीमः. सो तस्मिन् आगमे यः इत्संज्ञकवर्णः तस्य आधारेण एव ज्ञातुं शक्यते एतत् नूतनवर्णः कुत्र स्थापनीयम्. सो आद्यन्तौ टकितौ अपि च मिदचो अन्त्यात् परः, एतत् सूत्रद्वयम् आगमस्य विषये सर्वदा स्मर्तव्यम्. आदेशविषये तु सर्वदा तत्र स्थानीवर्णः दत्तं न महोदय, कस्य स्थाने आदेशः. परन्तु आदेशस्य विषये प्रायशः तत्र बहुत्र इत्संज्ञा वर्णः एव नास्ति, परन्तु कुत्रचित् अस्ति, तत्र इत्संज्ञा करणीयं, यत्र अस्ति तत्र इत् करणीयम्. सो तत्र स्थानीवर्णः तु सूत्रे अपि दत्तं, कस्य स्थाने कः वर्णः अपगच्छति तदपि निर्देशं कृतं. सो तस्य स्थाने एव यत्र सः स्थानीवर्णः तस्य स्थाने एव आदेशः स्थापनीयम्. आदेशविषये उदाहरणमस्ति किम्? इत्संज्ञा भवति धातु आदेशः, सः शकारस्य स्थाने सकारादेशः, भवान् पठितवन्तः महोदय. आदेश बहुत्र आदेशेषु इत्संज्ञकवर्णः महर्षिणा न स्थापितः, तत्र प्रायशः प्रयोजनं नास्ति, परन्तु आगमे तु आवश्यकता अस्ति. आगमे तु आवश्यकता अस्ति सर्वदा. अस्तु, अग्रे गत्वा इतोपि तत्र अधिकं स्पष्टं भवति, परन्तु इदानीं तु यत् पठितं तस्य विषये वारं वारं तत्र चिन्तनं करणीयं, यत् पूर्वे अपि पठितं तस्य विषये अपि चिन्तनं करणीयम्. अस्तु, कोऽपि अन्यप्रश्नः अस्ति चेत्, नो चेत् तत्र धातुविज्ञानं द्वितीय इति करपत्रस्य विषये तत्र गच्छामः. अस्ति वा? अस्तु अस्तु, धातुविज्ञानं द्वितीयः अस्मिन् अध्याये, धातुविज्ञानम् इति अध्याये एतत् द्वितीयकरपत्रम् अस्ति. प्रथमकरपत्रे इत्संख्यकवर्णानां निष्कासनम् इत्युक्ते तत्र धातु यः अस्ति, द्विसहस्र उपदिष्टधातु यः ये ये ये सन्ति पाणिनिधातुपाठे, तेषां वयं जानीमः तत्र मूलरूपं भिन्नम् अस्ति, लौकिकरूपं भिन्नम् अस्ति. इत्युक्ते प्रक्रियायां यः रूपं तत्र पश्यामः तत् भिन्नं, परन्तु मूल यः मूलरूपम् अस्ति, धातु यः मूलरूपम् अस्ति तत् भिन्नं. सो तत्र धातुः लौकिकरूपस्य लौकिकरूपस्य निर्माणार्थं तत्र सोपानानि सन्ति. प्रथमसोपानः यः अस्ति इत्संज्ञकवर्णानां निष्कासनम् इत्युक्ते प्रथमे तत्र वर्णानाम् इति नामकरणम्, अनन्तरं वर्णस्य लोपः अपि भवति. अनन्तरं तत्र द्वितीयकार्यम् अस्ति, यः द्वितीयसोपानम् अस्ति, द्वितीयसोपाने किं करणीयं, तत्र चत्वारि प्राकृतिककार्याणि विषये अपि चिन्तनीयम्. इत्युक्ते लौकिकरूपस्य धातुः लौकिकरूपस्य निर्माणार्थं प्रथमे इत्संज्ञकवर्णानां निष्कासनम्, अनन्तरं चत्वारि प्राकृतिककार्याणि. चत्वारि प्राकृतिककार्याणि इति वदामः चेत् प्राकृतिककार्याणि इति तत्र यः अस्ति कार्यम् अपि च प्राकृतिककार्यं. प्राकृतिककार्यं वदामः चेत् तत्र वयं जानीमः तत्र कार्यकारणसम्बन्धः वर्तते. इत्युक्ते यत् कार्यं भवति तस्य कृते कारणम् आवश्यकं. लोके अपि तादृश एव, कारणम् अस्ति चेदेव तत्र कार्यं भवति. सो कार्यकारणसम्बन्धः तत्र वर्तते लोके अपि च शास्त्रे अपि वर्तते, व्याकरणशास्त्रे. परन्तु यदा वयं प्राकृतिककार्याणि वदामः चेत् चत्वारि प्राकृतिककार्याणि, सत्त्वं नत्वं नुमागमः अपि च उपधादीर्घः, एते चत्वारि प्राकृतिककार्याणि. प्राकृतिकनामकरणं किमर्थं? केवलं कार्याणि किमर्थं न तत्र वक्तव्यं? किमर्थं प्राकृतिककार्याणि इति वक्तव्यं चेत् एतेषु कार्येषु विषये कोऽपि निमित्तं कारणम् आवश्यकं नास्ति इति तत्र, अतः तत्र किं नामकरणं दत्तं? प्राकृतिककार्यं. सो सत्त्वम् अपि च नत्वं नुमागमः अपि च उपधादीर्घः, तत्र वयं दृष्टवन्तः इको यन् अचि, इक् स्थाने यन् आदेशः भवति, परन्तु कारणं किम् अस्ति? यदि इक् वर्णस्य परे कोऽपि अच् वर्णः अस्ति, अचि इति कारणम् अस्ति, निमित्तम् अस्ति, सर्वदा तत्र इक् वर्णस्य स्थाने यन् आदेशः न भवति. यदा इक् वर्णस्य परे तत्र अच् वर्णः अस्ति चेदेव यन् आदेशः भवति. सो तत्र यः यन् कार्यं भवति, यनादेशः यः भवति, तस्य कृते कारणमस्ति अचि, अचि इति पदम्. सो तत्र कार्यकारणसम्बन्धः वर्तते. यः कार्यं भवति तस्य कृते कारणम् अस्ति. परन्तु एतेषु चतुर्षु सूत्रेषु यत् कार्यं भवति, मूलधातुः एतत् कार्यं भवति, तस्य कृते कोऽपि निमित्तम् आवश्यकं, बाह्यनिमित्तम् आवश्यकं नास्ति. अतः तत्र कण्डिशन् अस्ति, परन्तु कोऽपि बाह्य कोऽपि तत्त्वं तत्र अस्ति चेदेव कार्यं करणीयं, तत् तत्त्वं नास्ति चेत् कार्यं न भवति इति तत्र चिन्तनं नास्ति. अतः तत्र तस्य नामं किं वदामः वयं? प्राकृतिककार्याणि. सो धातुः इत्संज्ञकवर्णानां निष्कासनम् अनन्तरं यः प्रथम प्राकृतिककार्यम् अस्ति, कस्य विषये? लौकिकरूपसिद्ध्यर्थम् इति अत्र लिखितं. सो धातुः मूलरूपम् एकं, लौकिकरूपम् एकं, लौकिकरूपस्य तत्र प्रक्रियायां तत्र तस्य उपयोगः भवति. मूलरूपं वयं साक्षात् मूलरूपस्य अनन्तरं प्रत्ययः न योजयितुं शक्नुमः. सो तत्र मूलरूपेषु कानिचन कार्याणि कृत्वा एव वयं तत्र प्रक्रिया प्रति गच्छामः. सो लौकिकरूपस्य सिद्ध्यर्थं तत्र यः इत्संज्ञकवर्णानां निष्कासनम् अनन्तरं यः प्रथमप्राकृतिककार्यम् अस्ति सः अस्ति सत्त्वम्. इत्युक्ते सत्त्वम् इत्युक्ते सकारस्य तत्र कार्यं भवति, सत्त्वम् इति कार्यं, प्राकृतिककार्यं. सो तत्र एतादृशः चत्वारि सूत्राणि सन्ति. द्वितीयं कार्यमस्ति नुमागमः, नत्वं नमागम, नत्वम् इत्युक्ते नकारस्य तत्र कार्यं भवति, नकारः आगच्छति, दन्त्यनकारः. अनन्तरं तत्र नुमागमः, नुम् इति आगमः भवति कस्मिन्? धातुः. एते सर्वाणि कार्याणि मूलधातुषु एव भवति, अतः धातुविज्ञानमिति तत्र अध्याये दत्तम्. अनन्तरम् उपधादीर्घः इति अस्ति चतुर्थकार्यं. तत्र धातोः मध्ये तत्र कुत्रचित् उपधापूर्वे तत्र दीर्घादेशः भवति, तत्र सूत्रं पश्यामः चेदेव ज्ञातुं शक्यते सूत्रं किं वदति. सो एतानि चत्वारि कार्याणि द्वितीयसोपाने तत्र चिन्तनीयम्. धातुः धातुपाठतः मूलधातुं नयामः, तत्र इत्संज्ञकवर्णानां निष्कासनं प्रथमसोपानं. द्वितीय स्टेप् मध्ये किं करणीयम्? एतेषु चतुर्षु प्राकृतिककार्येषु विषये तत्र चिन्तनीयं. सम्भवति चेत् करणीयं, न सम्भवति चेत् न करणीयं. यथा भू इति धातुः, भू इति धातुः मूलरूपं भू एव, भू इति तत्र पश्यामः कोऽपि इत्संज्ञकवर्णः नास्ति. इत्युक्ते उपदेशे अजनुनासिकी थलन्त्यं न विभक्तो तु स्माः, शः प्रत्ययस्य आदिर्नीटुड्वः, शः तत्र अनन्तरं तु प्रत्ययानां विषये तत्त्यजतु. तत्र एतत् इत्संज्ञक सूत्राणि पश्यामः चेत् भूविषये तु कोऽपि सूत्रमेव कार्यं न करोति, अतः भूविषये कोऽपि इत्संज्ञकवर्णः एव नास्ति. सो भू प्रथमसोपानं तु इदानीं समाप्तं, तत्र कोऽपि कार्यं नास्ति. अनन्तरं तत्र चत्वारि प्राकृतिककार्यं विषये अपि पश्यामः चेत् भूविषये कोऽपि कार्यम् एव न सम्भवति. सत्त्वं न भवति, नत्वं न भवति, नुमागमः अपि न भवति, उपधादीर्घः अपि न भवति. सो यत्र धातौ प्रसङ्गः अस्ति एतेषु कार्येषु प्रसङ्गः अस्ति चेत् करणीयं, नास्ति चेत् न करणीयम्. इत्संज्ञकवर्णः अस्ति चेत् तस्य निष्कासनं करणीयं, नास्ति चेत् न करणीयम्. सो यत्र यत्र मूलधातुः सम्भवति एतानि कार्याणि अपि च इत्संज्ञकवर्णः अस्ति तत्र करणीयं, प्रथमसोपाने एव करणीयम्, अनन्तरम् एव तत्र लौकिकरूपस्य सिद्धिः भवति इति तत्र नियमः. अस्तु, इदानीं प्रथमसूत्रं पठामः अपि च एतत् करपत्रस्य आरम्भं कुर्मः. अस्तु, कः पठति, कः अथवा का पठति, आरम्भं करोति. कृपया स्वयम् अग्रे आगच्छतु. आम् वदामि वा महोदय. आं पठतु भगिनि, कृपया पठतु मूलधातूनां, तत्र पठतु आरम्भे एव पठतु. मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयं. धातुविज्ञानं प्रथम इति पाठे अस्माभिः दृष्टं यत् अनुबन्धानां निष्कासनम् इति प्रथमं कार्यम्, इत्संज्ञकवर्णानां निष्कासनानन्तरं सत्त्वं, नत्वं, नुमागमः, उपधादीर्घः चेमानि सङ्ग्रहीततया द्वितीयं कार्यम्. येषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयं, सम्भवति वा इति अवश्यं चिन्तनीयं. सम्भवति चेत् इदं कार्यं कुर्मः, नो चेत् धातुः प्रक्रियार्थं सिद्धः. तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन् करपत्रे अवलोकयामः. सत्वं, धात्वादेः शः सः षष्टम अध्याये प्रथमपादे षट् उपदेशावस्थायां धातोः आदौ शकारः अस्ति चेत् शकारस्य स्थाने सकारादेशः भवति. धातोः आदि धात्वादि षष्टितत्पुरुष, तस्य धात्वादेः धात्वादेः न दृश्यते वा? इदानीं दृश्यते. धात्वादेः षष्ट्यन्तं शः, षष्ट्यन्तं सः, प्रथमान्तं त्रिपदमिदं सूत्रम्. आदेश आदेश उपदेश उपदेशे इति उपदेशिति सप्तम षष्ट अध्याये प्रथमपादे पञ्चचत्वारिंशत् सूत्रेण सूत्रात् उपदेशे इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धात्वादेशः सः उपदेशे. तावदेव वदतु सूत्रस्य अर्थः. उपदेशे जन्नासिक इति सूत्रेण उपदेशः का अनुवृत्तिः? तदपि अनुवृत्ति कर्तुं शक्यते खलु? कुत्र? उपदेशे जन्नासिक षष्ठमध्याये अस्ति भगिनि. षष्ठमध्याये तृतीयपादे भिन्नप्रकरणं वृत्तान्ते श्वद आस्वादने इति धातुः उपदेशे जन्नासिकैत् प्रथमाध्याये तृतीयपादे द्वितीयसूत्रेण दकारोत्तरवर्तिनः अकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च. श्वद श्वद् भवति. धात्वादेशः सः षष्टमाध्याये प्रथमपादे त्रिषष्टे सूत्रेण आदौ स्थितस्य शकारस्य स्थाने सकारादेशः श्वद् स्वद् भवति. तावदेव वदतु भगिनि, सूत्रस्य प्रथमे सूत्रस्य अर्थः कः? प्रथमाध्याये वयम् इत्संज्ञाप्रकरणं दृष्ट्वा तत् उपयोगं प्रथममेव करणीयं. यदा वयं धातोः ग्रहणं करोति तदा इत्संज्ञा प्रकरणं भवति वा इति न भवति वा इति अवलोक्य, इत्संज्ञा भवति चेत् तस्य उपयोगं कर्तुं प्रथमकार्यः. द्वितीयकार्यः चत्वारि सूत्राणि अस्ति, सत्वम् अनुमागमः नत्वं देन् उपदादीर्घ उपदायाम् इति चतुर्थ सूत्राः सन्ति. उपदादीर्घः चत्वारि सूत्राणि सन्ति, तत् सूत्रस्य अवकाशम् अस्ति वा इति दर्शनीयम्. धात्वादेशः सः षष्टमाध्याये प्रथमपादे षष्टतमसूत्रे उपदेशावस्थायां धातोः आदौ शकारः अस्ति चेत् तस्य शकारस्य सकारः भवति इति सूत्रमस्ति. धातोः आदि धात्वादि षष्टितत्पुरुषः भवति, तस्य इति धात्वादे भवति, धात्वादेः षष्ट्यान्तः, शः अपि षष्ट्यान्तः, सः प्रथमान्तः, त्रिपदमितं सूत्रम्. अतः षष्टान्तः कार्यं सूचयति, स्थानं सूचयति, अतः शः स्थाने सः प्रथमान्तम् आगम आदेश लोप इत्यर्थं सूचयति. अतः षष्ट्यन्तं शः षष्ट्यन्तम् अस्ति, अतः शः स्थाने सः प्रथमान्तम् अस्ति, सः आदेशः भवति इति सूत्रस्य अभिप्रायः. उपदेशे शिति इति इस्मायाः उपदेशे इत्यस्य अनुवृत्ति गृहीत्वा अनुवृत्तिसहितसूत्रं धात्वादेशः सः उपदेशे इति भवति. सूत्रस्य कः अर्थः भगिनि? स्वशब्दैः वदतु भगिनि. अवगतं. स्वशब्दैः सूत्रस्य कः अर्थः तत् वदतु, एकवाक्येन वदतु. सूत्रस्य कः सूत्रं किं धातुः आदौ उपस्थितः शकारस्य सकारः भवति, उपदेशावस्थां शकारस्य सकारः भवति इति सूत्रस्य अर्थः. सत्यम्. अपि च तत्र एकम् उदाहरणमपि दत्तं, तस्य धातु अस्ति चेत् तत्र प्रथमं इत्संज्ञाप्रकरणं भवति वा दृष्टम् अन्ते उपमान अन्ते विद्यमानः अनुनासिक अकारस्य इत्संज्ञा भवति उपदेशे जनुनासिक इति सूत्रेण तस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. अतः श्वद्येव तिष्ठति. श्वद्धातोः शः आदौ अस्ति, ततः धात्वादेशः सः इति सूत्रेण शकारस्य सकारः भवति, सकारः भूत्वा स्वद् इति अवशिष्टभागम् उपयोगी धातु. सत्यं भगिनि, साधु. अत्र धन्यवादः भगिनि. अत्र यः किम् उक्तवती षष्ठम् अध्याये, षष्ठम् अध्याये इत्र असाधु तत्र अस्ति, तत्र नवम दशम सप्तम तत्र षष्ठं नास्ति भगिनि, षष्ठः एव साधुरूपम् अपि च अत्र अत्र अध्यायः अध्यायः षष्ठाध्याये षष्ठाध्याये अत्र दीर्घसन्धि भूत्वा षष्ठाध्याये. अपि च तत्र अत्र किमस्ति उपदेशे उपदेशावस्थायाम् अपि सप्तमी अस्ति, उपदेशे इति सप्तमी अस्ति, अत्र निमित्त नास्ति, अत्र अस्ति विषयसप्तमी. इत्युक्ते उपदेशविषये एव धातुः यः आदिमशकारः तस्य सकारादेशः भवति. अपि च अत्र किं द्रष्टव्यम्, अनुबन्धानां निष्कासनम् अनन्तरम् एव अपि च धातोः तत्र सपोज् तत्र निष्वध्वा इति अस्ति, सो तत्र नि इति वर्णसमूहः आदौ अस्ति, एकं भिन्नधातुः अस्ति, तत्र आदिर्निटुडुवः इत्यनेन नि इति वर्णसमूहस्य इति संज्ञा भवति. अनन्तरं तत्र मूर्धन्यषकारः, तत्रापि एतत् सूत्रस्य प्रसक्तिः भवति. सो न केवलम् उपदेश अवस्थायां धातुः आदौ शकारः अस्ति तस्य सकारादेशः भवति, परन्तु इत्संज्ञकवर्णानां निष्कासनम् अनन्तरम् अपि यदि तत्र धातुः तत्र प्रथमवर्णः मूर्धन्यषकारः तस्यापि सकारादेशः भवति अनेन सूत्रेण. सो इत्संज्ञकवर्णादेशः सः उपदेशे इति लिखितमस्ति. धात्वादेशः सः उपदेशे उपदेशावस्थाम् एव भवति इति लिखितमस्ति खलु. आम्, सो तत् अनुबन्धानां निष्कासनम् अनन्तरम् अपि सः उपदिष्ट एव प्राकृत्य तस्य विषये कोऽपि तत् भवति, तत् कार्यं भवति. परन्तु तत्र यदा तत्र लौकिकरूपस्य निर्माणार्थं तत्र अनन्तरं तत्र कार्यं न करणीयं. सो तत्र उपदेश इति पदस्य तत्र उपदेश अवस्थायाम् एव एतत् सूत्रं प्रायशः तत्र कानिचन तत्र धातवः सन्ति येषां तत्र अपवादः न वदामः, तत्र यः इत्संज्ञकप्रकरणमस्ति तत्र प्रथमसोपानं द्वितीयसोपाने एव एतत् धातुवादेशः सः प्रथमसोपानमस्ति इत्संज्ञकवर्णानां निष्कासनम् अनन्तरं तत्र धातुवादेशः सः तत्र अनुबन्धानां निष्कासनम् अनन्तरम् अपि तत्र यदि आदिमवर्णः मूर्धनिषकारः तस्यापि सकारादेशः भवति इति तस्य अर्थः. अतः तत्र अत्र लिखितं प्रथमसोपाने इत्संज्ञकवर्णानां निष्कासनम् अनन्तरं तत्र एतानि चत्वारि प्राकृतिकार्याणि विषये चिन्तनीयं. सो तत्र मूले एव सकारः अस्ति चेत् अनन्तरं वर्तमान धातोः प्रथमाश अस्ति चेत् तद् सकारः भवति, तस्य सकारादेशः भवति. उपदेशे अपि भवति इत्संज्ञाप्रकरणस्य अनन्तरमेव आदौ स्थित षकारस्य सकारः भवति खलु. इत्युक्ते तत्र उपदेश यः इत्संज्ञा यः सोपानम् अस्ति तत् प्रथमसोपानं टिल् दट् टैम् इति उपदिष्टधातु एव, देट् इस् उपदिष्टधातुः एव. अनन्तरम् एतानि चत्वारि कार्याणि भूत्वा तत्र लौकिकरूपस्य निर्माणम् एव भवति. औपदिष्टधातुतः इत्संज्ञा करणीयम् अपि च उपदिष्टधातुतः एतानि चत्वारि कार्याणि अपि करणीयम्. दीस् टू कार्यास् हेपन् इन् द उपदेश अवस्थायामेव. सो तत्र मूले एव आदौ शकारः अस्ति चेत् तस्यापि सकारादेशः भवति, परन्तु इत्संज्ञकवर्णानां निष्कासनम् अनन्तरमपि शकारः श्रूयते चेत् तस्यापि तत्र सकारादेशः भवति. अपि च अस्मिन् सूत्रे, धन्यवादः भगिनी, अस्मिन् सूत्रे धातु आदेशः सः इति अस्ति. अत्र शः सः इति यः अस्ति, शः षष्ठ्यान्तं सः प्रथमान्तं. सो किमर्थं शः अपि तत्र हल वर्णः, केवलं शकारस्य विषये एव दत्तं, शकारस्य स्थाने तत्र सकारादेशः भवति. सो तत्र किमर्थं तत्र कथं जानीमः शः षष्ठ्यन्तम् अस्ति न तु सः षष्ठ्यन्तम् अस्ति इति, तत्र प्रायशः ब्रह्मः जायते. सो अत्र तत्र यः उत्तरम् अस्ति तत्र कानिचन वदन्ति प्रक्रिया दृष्ट्वा एव, इत्युक्ते तत्र प्रक्रिया पश्यामः चेत् तत्र बहुत्र एतादृशः चिन्तनम् अस्ति. प्रक्रिया दृष्ट्वा एव ज्ञातुं शक्यते शः इति षष्ठ्यन्तं स्थाने शकारस्य स्थाने सकारः आदेशः भवति इति, तत्र प्रक्रिया दृष्ट्वा एव वयं यः विभक्त्यान्तं पदस्य निर्णयं कर्तुं शक्यते. द्वितीय तत्र किम् अस्ति, अत्र धातुवादे शः सः इति यः सूत्रम् अस्ति तत्र धातुवादे अपि षष्ठ्यन्तम् अस्ति, शः अपि षष्ठ्यन्तम् अस्ति. सो तत्र वयं जानीमः व्याकरणशास्त्रे विशेषणविशेष्यभावः अस्ति. सो विशेषणविशेष्यभावः अस्ति चेत् तत्र प्रायशः किं भवति, समानवचनं समानलिङ्गं समानविभक्ति अपि भवति. यत्र यत्र विशेषणविशेष्यभावः वर्तते तत्र विभक्ति अपि समानम्, अपि च तत्र वचनमपि समानम्। सो अत्र धात् यः शकारः, शकारस्य स्थाने यः सकार आदेशः भवति, कीदृशशकारः इति वदामः चेत्, प्रत्येकस्य उपदेश अवस्थायां धातौ शकारः अस्ति चेत् तस्य सकारादेशः न भवति। आदौ अस्ति चेत् धात्वादे इति षष्ठी तत्पुरुष अस्ति, धात्वादे कीदृशशकारस्य धात्वादे शकारस्य इति अत्र विशेषणविशेषभावः। सो धातौ औपदेशिकधातौ यः आदिमशकारः तस्य एव सकारादेशः, न तु कोऽपि भिन्नशकारस्य इति तत्र अर्थः जायते। सो तत् अत्र धातुवादेशः इति यः अस्ति, एतत् पदद्वयं तेषां मध्ये विशेषणविशेष्यभावः, अतः शः इति विशेष्य अस्ति, धात्वादे इति विशेषणम् अस्ति। कीदृशशकारः, अत्र शकारस्य सकारादेशः तत्तु सत्यं, परन्तु कीदृशशकारस्य इति प्रश्ने सति चेत् धात्वादे, यः धातुः आदे अस्ति, आदौ अस्ति चेत् तस्य शकारस्य, तादृशशकारस्य तत्र सकारादेशः, न तु कोऽपि अन्यत् शकारस्य। सो आदिमशकारस्य उपदेश अवस्थायां धातुः आदिमशकारः अस्ति चेत् तस्य एव अत्र सकारादेशः भवति इति सूत्रस्य अर्थः तत्र जायते। अस्तु, धातु आदिः हरिशब्दं समानं वा? हरेः धातुवादेः आदिः इति अत्र एकवचने अस्ति। सो धातुः अत्र यनादिसन्धि भूत्वा धात्वादिः भवति, तस्य धात्वादस्य धात्वादेः इति हरिशब्दवत् हरेः इति षष्ठ्यन्तं भवति। सो अत्र विशेषणविशेषभावः, अतः तत्र शकारः तत्र साक्षात् परे दत्तम्, अत्र धात्वादे सः शः न दत्तम्, अत्र धात्वादे शः सः इति दत्तम्। सो तत्र प्रायशः भ्रमः जायते, विभक्त्यन्तं कथं तत्र निर्णयं कर्तुं शक्यते, केचन वदन्ति तत्र प्रक्रिया दृष्ट्वा एव, अन्यथा तत्र कोऽपि अन्यत् प्रमाणं नास्ति, परन्तु केचन वदन्ति अत्र विशेषणविशेषभावः, अतः तत्र कीदृशशकारसि सकारादेशः धात्वादेशः इति, तत्र धातुवादे यः शकारः तस्य स्थाने सकारादेशः, अतः षष्ठ्यन्तं तत्र स्वीकरणीयं, स्थानिवर्णः षष्ठ्यन्तम् अस्ति, अतः तत्र शः स्थानि भवति इति तत्र प्रायशः वैयाकरणाः वदन्ति। अस्तु, सो स्वद्विषये वयं दृष्टवन्तः, तत्र मूलरूपं श्वध अस्ति, एकमेव अनुबन्धः अत्र अस्ति, अनुबन्धः इत्युक्ते यः वर्णः लौकिकरूपे न तिष्ठति सः अनुबन्धवर्णः, अपि च सः इत्संज्ञकवर्णः। सो तत्र अकारस्य इत्संज्ञा भूत्वा श्वद् आदौ मूर्धनिषकारः अस्ति, तस्य धात्वादेशः सः इति सूत्रस्य प्रसक्तिः अत्र भवति, अतः सकारादेशः भूत्वा स्वदिति लौकिकरूपम्। सो इदानीं धातुः प्रक्रियार्थं सिद्धम्, इदानीं तत्र प्रत्ययः योजयितुं शक्नुमः, पूर्वे तु प्रत्ययः न योजयितुं शक्नुमः, प्रथमे धातुः प्रक्रियार्थं सिद्धं भवेत्। सो धातुः प्रक्रियार्थं सिद्धं कथं भवति? प्रथमसोपानम् अस्ति इत्संज्ञकवर्णानां निष्कासनम्, द्वितीयसोपानम् अस्ति एतानि चत्वारि कार्याणि विषये अपि तत्र अवलोकयामः, सम्भवति चेत् करणीयं, न सम्भवति चेत् न भवति, धातुः लौकिकप्रक्रियार्थं सिद्धं भवति। अस्तु, इदानीम् अन्यत् उदाहरणमपि अस्ति। सो एतेषु यत्र यत्र धातुः सकारादेशः भवति ते सर्वे धातवः शोपदेशधातवः, तेषां नामकरणं व्याकरणशास्त्रे शोपदेशधातवः, इत्युक्ते यत्र प्रथमवर्णः मूर्धन्यशकारः तादृशधातूनाम् एकं नामकरणं दत्तं शोपदेशधातुवः। सो यत्र उपदेश अवस्थायां प्रथमवर्णः मूर्धन्यशकारः ते सर्वे धातवः शोपदेशधातुवः इति तत्र मे बि अनन्तरं कुत्रचित् लिखितम्। अस्तु, इदानीं द्वितीय उदाहरणं ष्ठाविषये, कः पठति? चेतन भगिनी पठति वा? चेतना भगिनी, आमाम् अन्यत् उदाहरणं ष्टा गतिनिवृत्तौ इति धातुः यथा सामान्य प्रथमं कार्यम् इत्संज्ञकवर्णानां निष्कासनम् ष्टा धातौ कोऽपि इत्संज्ञकः वर्णः नास्ति अतः प्रथमं सोपानं समाप्तम् साक्षात् द्वितीयं सोपानं गच्छेम तत्र चतुर्षु कार्येषु सत्त्वस्य प्रसक्तिः ष्टा धातोः आदौ षकारः अस्ति अतः धात्वादेः शः सः इत्यनेन सूत्रेण षकारस्य स्थाने सकारः ष्टा स्था भवति सो ष्टा धातुः धातौ कोऽपि संज्ञा प्रकरणं न वर्णः न नास्ति अतः द्वितीयसोपाने सत्वं करणीयं ष स्थाने स आदेशः अतः ष्टा स्टा भवति अत्र कति परिवर्तनानि भवति अत्र भगिनि स्था स्था ष स्थाने स आदेशः भवति अपि च अत्र ष्ठा यः रूपम् अस्ति तस्य स्थाने किम् आदेशः स्था सो अत्र कति अत्र परिवर्तनं द्वयं दृश्यते न केवलं सकारः इति परिवर्तनं तत्र परन्तु ठकारस्य स्थाने तत्र ठा श्रूयते न तु ठा श्रूयते सो अत्र परिवर्तनं द्वयं किमर्थम् इति तत्र प्रश्नः किमर्थम् अत्र स्था नास्ति अत्र स्था अस्ति तस्य विषये अग्रे चिन्तनं सो अत्र षकारस्य साक्षात् अनन्तरं ठकारः अनन्तरं तत्र दीर्घाकारः इति मूलरूपम् अस्ति तत्र कोऽपि अनुबन्धवर्णाः एव नास्ति अतः तत्र प्रथमसोपानं समाप्तम् इत्संज्ञकवर्णः नास्ति चेत् तत्र न करणीयं यत्र सम्भवति तत्र एव करणीयम् अत्र तु न सम्भवति अतः द्वितीयसोपानं किम् अस्ति सत्त्वं नत्वं नुमागमः उब्धादीर्घः परन्तु अत्र केवलं सत्त्वस्य प्रसक्तिः न तु नत्वं नुमागमः उब्धादीर्घः इति तस्य प्रसक्तिः नास्ति सो सत्त्वं कार्यस्य विषये अत्र धातुवादेशः सः इति सूत्रद्वारा यः आदिमशकारः तस्य सकारादेशः भवति परन्तु अत्र न केवलं लौकिकरूपे सकारः श्रूयते परन्तु थकारः अपि श्रूयते किमर्थम् इति प्रश्नः मूले तु ठ दत्तं परन्तु अत्र थ श्रूयते स्था श्रूयते अपि च ष्ठा इति घतिनिवर्तौ इति धातुः इत्युक्ते द स्ट निवर्तौ इति यः अस्ति तस्य कः अर्थः भगिनि फार् स्टापिङ्ग् द स्पीड् गति इति यः अस्ति देट् इस् द मूमेण्ट् फार् स्टापिङ्ग् द मूमेण्ट् वी नो देट् स्थानं स्थापयति तत्र तिष्ठति इति रूपं भवति सो स्था धातुतः अपि एव तत्र तिष्ठ इति रूपं भवति तत्र धातु आदेशः भवति इत्युक्ते तत्र क्षितिपरे स्था विषये तिष्ठ आदेशः भवति सो तिष्ठति इति गतिनिवर्तौ इत्युक्ते स्टापिङ्ग् आफ् द दिस् गतिः इति तस्य अर्थः अत्र धातु अर्थं दत्तम् अस्तु अग्रे अपि पठतु भगिनी किमर्थम् अत्र ठकारस्य थकार आदेशः थकारः इति परिवर्तनं भवति इति तत् अत्र अग्रिमे परिच्छेदे तस्य विषये दत्तं किमर्थं चेत् मूले तु ष्ठा अस्ति लौकिकरूपे स्था श्रूयते सो किमर्थं सकारः ओके सकारः तु धातु आदेशः सः इति सूत्रेण सकारः ओके देट् इस् ओके बट् किमर्थं ठकारस्य थ इति आदेशः तस्य विषये अनन्तरं दत्तं तदपि पठतु भगिनि अत्र कश्चन प्रसिद्धप्रवादो वर्तते निमित्तापाये नैमित्तिकस्याप्यपायः निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः निमित्तम् इत्युक्ते कारणं नैमित्तिकम् इत्युक्ते फलम् अपायः इत्युक्ते अभावः अत्र ध्येयं यत् यद्यपि ष्टा इत्येव अस्य धातोः मूलरूपं किञ्च वस्तुतः यः टकारः वर्तते सः थकारः आसीत् अष्टाध्याय्यां तादृशम् इङ्गितम् अस्ति कथम् इति अग्रे दृश्यताम् टकारस्य मूलस्वरूपं थकारः किन्तु षकारस्य प्रभावेन ष्टुत्वसन्धिना थकारः टकारः जातः न अवगतं भगिनि सम्पूर्ण एतत् परिच्छेदं पठतु अनन्तरं तदा धात्वादेः सहसः इत्यनेन षकारस्य स्थाने सकारादेशः षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम् अधुना स च षकारः अपगतः गतः इति कारणतः तेन षकारेण कृतं यत् कार्यं तत् पुनः निवर्तते कारणं गतम् अतः फलम् अपि गच्छति येन निमित्तेन कार्यं कारितं तन्निमित्तं षकारः नास्ति चेत् यत् नैमित्तिकं टकारः अस्ति तदपि न तिष्ठति निमित्तापाये नैमित्तिकस्याप्यपायः षकारः गतः अतः ठकारः अपि गच्छति ष्टा बिकम्स् ष्टा बिकम्स् था इति धातुः निष्पन्नः किमपि अवगतं वा प्रथमे एक सूत्रमस्ति प्रसिद्धप्रवादः सूत्रं नास्ति तत्र प्रवादः वदामः चेत् प्रसिद्धवचनः अपि च परम्परागत यत् वचनम् आगतः इत्युक्ते तत्र पूर्वे तत् परम्परागत एव तत्र व्याकरणस्य अध्ययनम् आसीत् सो परम्परागत यत् वचनम् आगतः तदेव प्रवादः सो प्रसिद्धप्रवादः अस्ति कोऽपि सूत्रं नास्ति कोऽपि परिभाषा नास्ति कोऽपि वार्तिकं नास्ति केवलं प्रवादः अस्ति तत् किम् निमित्तापाये नैमित्तिकस्याप्यपायः निमित्तम् इत्युक्ते कारणं नैमित्तिकम् इत्युक्ते फलम् अपाय इत्युक्ते अभावः अतः अर्थं निमित्तं कारणमस्ति एण्ड् रिसल्ट् फलं निमित्तपाये कारणस्य अभावे इति तस्य अर्थः सि निमित्तम् इस् कारणम् अपायः इस् अभावः नैमित्तिकम् इस् फलम् सो निमित्तपाय इत्युक्ते कारणस्य अभावे कारणं नास्ति कारणस्य अभावः अस्ति चेत् किं किं भवति नैमित्तिकस्य अपि अपायः नैमित्तिकस्य अपि अपायः सो फलं फलस्य अपि अपायः भवति इत्युक्ते फलं यदि निमित्तम् अपगच्छति निमित्तं गच्छति तस्य अभावः भवति न तिष्ठति तेन यत् फलं प्राप्तं त तदपि अपगच्छति इति प्रवादस्य अर्थः. यदि कारणम् अपगच्छति, कारणस्य अभावः भवति, तेन कारणेन यत् कार्यं पूर्वे कृतं तत् अपि अपगच्छति इति तस्य अर्थः. निमित्तपाये नैमित्तिकस्य अपि अपायः, नैमित्तिकस्य षष्ठ्यन्तम् अपि अव्यपदम् अपायः अभावः. सो फलस्य अपि अभावः भवति इति तत्र व्याकरणशास्त्रे इति प्रवादः. इफ् द कारणं गोज़् अवे, तेन कारणेन यत् कार्यं कृतं तदपि अपगच्छति इति एतस्य प्रवादस्य अर्थः. इदानीं किमर्थं ष्ठा विषये एतत् प्रवादः लिखितं, निमित्तापाये नैमित्तिकस्य अपायः इति ष्ठा विषये अत्र दत्तं, तस्य चर्चा ष्ठा विषये अस्ति. सो ष्ठा विषये किम्? अग्रे पठतु. ष्ठा इत्येव अस्य धातोः मूलरूपम्. धातुपाठे यद्यपि ष्ठा दत्तं, पाणिनिधातुपाठे यद्यपि ष्ठा एव दत्तं, सो वट् वी गेट् इस् देट् ष्ठा इस् द मूलरूपम्. परन्तु किं वदति, वस्तुतः यः ठकारः वर्तते सः थकारः आसीत् इति लिखितम्. सो मूले तु तत्र थकारः आसीत्, परन्तु किमपि कारणेन तत् धातुपाठे ठकारः दत्तं. किमर्थम् इति अष्टाध्यायी तादृशम् इङ्गितम् अस्ति. इङ्गितम् इत्युक्ते तादृश इण्डिकेशन् अस्ति. कथमिति अग्रे दर्शामः, कथमस्ति इति. अत्र अनन्तरं ठकारस्य मूलरूपं ठकारः इत्युक्ते मूले तु ठकारः एव आसीत्, परन्तु पाणिनि धातुपाठे ष्ठा श्रूयते, न तु ष्ठा श्रूयते, ष्ठा न श्रूयते. सो तत्र अनन्तरं पठतु भगिनि. किन्तु षकारस्य, किन्तु षकारस्य लिखितमस्ति. एकनिमिषः, एक प्रथमे एतत् समापयामः, अनन्तरं तस्य विषये चर्चां कुर्मः महोदय. किन्तु षकारस्य प्रभावेन थकारः थकारः जातः ष्टुत्वसन्धिना. ष्टुत्वसन्धिविषये जानाति वा भगिनि? आम्, स्तुः ष्टुना ष्टुः स्तोः स्तोः स्तोः ष्टुना ष्टुः. सकार अपि च तकारस्य स्थाने षकारः अपि च टु टवर्गीय आदेशः. कदा षकारः अपि च टवर्गः अस्ति चेत्. कुत्र अस्ति ष्टुना? तृतीयान्तम्. अतः पूर्वम् अपि च परम् अस्ति चेत् द्वयम् अस्ति. इत्युक्ते तत्र यः तस्य पूर्वे सकारः अपि च तवर्गः अस्ति चेत् तस्य ष्टु भवति, तस्य परे सकारः तकारः अस्ति चेत् तत्र कार्यं तस्य पूर्वे अपि भवितुमर्हति, तस्य परे अपि भवितुमर्हति. सो तत्र स्थानी परम् अस्ति वा पूर्वे अस्ति, द्वयोः तत्र कार्यं भवति. किमर्थं चेत् तृतीयान्तं पदः अस्ति, संयोजनम् अस्ति. सो तत्र ष्टुना इति यः संयोजनं पूर्वे अपि पूर्वे अस्ति वा परे अस्ति वा तत्र कार्यं भवति. सो अत्र दृश्यतु, अत्र ष्ठा इति यः अस्ति, अत्र लिखितं ठकारः पूर्वे नास्ति. पूर्वे तु अत्र श थ आ अस्ति. तो इदानीं तत्र अत्र सन्धिकार्यस्य प्रसक्ति, ष्टुत्वसन्धिकार्यस्य प्रसक्ति अस्ति वा इति वदतु. अस्ति भगिनि. सो किं जातं तेन? स्तोः थ अस्ति, अतः थ स्थाने ट भवति. त थ द्वितीयवर्गीय द्वितीयव्यञ्जनः. सो अत्र स्तोः ष्टुना अत्र निमित्तम् अस्ति, षकारः निमित्तम् अस्ति. षकारस्य साक्षात् परे किम् इत्युक्ते ष्टुत्वस्तु तत्र यः सन्धिकार्यं भवति तस्य सन्धिकार्यं कदा भवति भगिनि? तत्र यः कण्डिशन् किम् अस्ति? संहितायां, तत्र संहितायाम् इति सूत्रस्य अधिकारः. संहितायाम् इत्युक्ते तत्र अत्यन्तसामीप्यं, वर्णयोः मध्ये अत्यन्तसामीप्यम् अस्ति चेदेव तत्र कार्यं करणीयं. सो अत्र मूर्धन्यषकारस्य अपि च तवर्गीयव्यञ्जनस्य मध्ये किमपि नास्ति, कोऽपि स्वरः नास्ति, कोऽपि अन्यत् व्यञ्जनः नास्ति. सो अत्र संहिता अस्ति, द्वयोः मध्ये संहिता अस्ति. किमर्थं चेत् षकारस्य साक्षात् अनन्तरं थकारः, थकारः तवर्गीयव्यञ्जनः. स्तोः इति स्थानीवर्णः, षष्ठ्यन्तम् अस्ति. सो स्तोः इति कथनेन सकारः तथ द द न. सो अत्र तथ द द न इति थकारः अस्ति. सो संहिता अपि अस्ति, षकारः निमित्तमपि अस्ति, ष्टुना इति निमित्तम् अस्ति. तस्य साक्षात् तत्र तवर्गीयव्यञ्जनः, अतः तत्र किं जातं? तथ इति द्वितीयः अस्ति, टठ इति द्वितीयः भवन्ति, स्थाने अन्तरतमः. इत्यनेन तत्र तुल्यतमवर्णः एव थकारस्य स्थाने किं जातं? थकारः जातं. तु तत्र ष्ठा इति भवति. केन कारणेन? ष्टुत्वसन्धिकारणेन. सो मूले तु तत्र ष्ठा अस्ति, आसीत्, परन्तु इदानीं यः पाणिनि धातुपाठं पश्यामः चेत् तत्र ष्ठा दत्तम्. तो ष्ठा इति तस्य कारणं किम् अस्ति? तस्य कारणम् अस्ति अत्र सन्धि भूत्वा, सन्धिकार्यं नित्यकार्यं नास्ति इति एकं भागः. सन्धिकार्यं व्याकरणशास्त्रे नित्यकार्यं नास्ति. नित्यकार्यम् इत्युक्ते सर्वदा भवति, नित्येन करणीयम् इति नास्ति. सन्धिकार्यम् अनित्यकार्यं. सो सन्धिकार्यं तत्र किम्? तस्य प्रयोजनं किं? सन्धिः कार्यं भवति, अच् सन्धि वा, हल् सन्धि वा, विसर्गसन्धि वा. तत्र सन्धिकार्यस्य विषये उच्चारणार्थं सौलभ्यं भवेत् इति तस्य प्रयोजनं, तदेव प्रयोजनम् अस्ति. अपि च तत्र सन्धिकार्यं विषये तत्र एकं श्लोकम् अस्ति, इदानीं तु न स्मरामः. तत्र त्रिषु स्थलेषु सन्धिकार्यं नित्येन करणीयम्. नित्येन इत्युक्ते सर्वदा करणीयं, तत्र कोऽपि विकल्पः नास्ति. यदा वयं नित्यम् अनित्यम् इति वदामः चेत्, नित्यं वदामः चेत् तत्र करणीयमेव, नित्यं नास्ति चेत् तत्र विकल्पः अस्माकम् इच्छानुसारेण. वयम् इच्छामः चेत् कुर्मः, न इच्छामः चेत् न कुर्मः, तत्र साधुरूपम् एव निष्पद्यते. परन्तु त्रिषु स्थलेषु व्याकरणशास्त्रे त्रिषु स्थलेषु सन्धिकार्यं नित्येन करणीयम्. प्रथमम् अस्ति एकपदनिर्माणार्थम्, इत्युक्ते यदा तत्र भवति इति भवति, भवति इति तत्र भो योग अ भवति, अनन्तरं भो योग अयोग ति अस्ति, गुणकार्यं भूत्रा भू भो भवति, अनन्तरं शप प्रत्ययस्य अकारः. सो तत्र वट् वी आर् डूयिङ्ग्, वी आर् डूयिङ्ग् लटीरूपम् एकवचनस्य निर्माणार्थं, तत्र पदनिर्माणार्थं तत्र एतादृशः सोपानं वर्तते, भो योग अ. अत्र ओकारस्य स्था साक्षात् परे अच् वर्णः, अतः अत्र किम् अयादिसन्धि इति एचोयवायवः इति सूत्रस्य प्रसक्तिः अस्ति. अत्र नित्येन करणीयम्, एकपदस्य निर्माणार्थं सन्धिकार्यस्य विकल्पः अस्ति चेत् नित्येन करणीयं, सर्वदा करणीयं. सो ओ स्थाने अत्र अवादेशः भवति. सो भवति इति एकपदस्य निर्माणार्थं निर्माणसमये सन्धि अवकाशः अस्ति चेत्, यत्किमपि सन्धि अच् सन्धि, स्वरसन्धि, विसर्गसन्धि, सन्धि अवकाशः अस्ति चेत् नित्येन करणीयं, नित्यम् एकम् अस्ति एकपदनिर्माणार्थं सन्धिकार्यं नित्यं, द्वितीयमस्ति समासः अत्र दृश्यतु धातु आदेः कुत्र अस्ति, आम् धातु आदे, सो धातुः इति प्रातिपदिकं हुकारान्त् प्रातिपदिकं, योग आदिः इति द्वितीयपदम् अस्ति, अत्र समासिकपदः धातु आदे इति समासिकपदः, सो समासिकपदः अस्ति षष्ठीतत्पुरुषसमासः अस्ति धात्वादेः इति षष्ठीतत्पुरुषसमासः, सो प्रथमतो तत्र प्रातिपदिकम् एव नयामः, धातु इति प्रातिपदिकम् अस्ति उकारान्त् प्रातिपदिकम्, अनन्तरम् आदिः इति अस्ति द्वितीयपदं, सो धातुः इदानीं तु बिकमिङ्ग् वेरि डर्टि, सो अत्र धातुः योग उकारस्य साक्षात् परे अकारः, किं सन्ति अत्र भगिनि, अत्र समासिकपदस्य निर्माणार्थम् अत्र कः सन्धि भगिनि वदतु, धातु योग आदि ओ योग भगिनि इको यनचि इको यनचि यन् सन्धि अत्र इको यनचि इक् इक् उकारः इक् वर्णः इ ऊरुलु अचि परे भवति, अचि आच् वर्णः परे अस्ति, अचि सप्तमी अन्तम् अस्ति, आच् इति निमित्तम् अस्ति, सो उकारस्य स्थाने कः आदेशः, इक् स्थाने यन् आदेशः, यन् सन्धि अत्र अस्ति, त इति हल् भवति, उकारस्य स्थाने कः आदेशः, इक् स्थाने यन् इ स्थाने य उ स्थाने व व अव न इको यन् अचि इक् स्थाने इ ऊरुलु स्थाने य व र ल व केवलं व उ स्थाने केवलं व अनन्तरम् आदिः एतत् अस्ति आदिः इत्युक्ते वादिः सो किं भवति धात्वादि त इति यः स्वरः अस्ति तस्य तु व आदेशः भवति सो धात्वादिः इति भवति सो तत्र किं द्वितीयबिन्दुः किं समासे सन्धिकार्यं नित्येन करणीयम् इति द्वितीयः सन्धिकार्यं कुत्र कुत्र नित्येन करणीयं प्रथममस्ति एकपदस्य निर्माणार्थं सन्धि अवकाशः अस्ति चेत् नित्येन करणीयं तत्र कोऽपि विकल्पः नास्ति तथैव यदा वर्णद्वयोः समासः भवति तत्रापि सन्धिकार्यं नित्येन करणीयम् इति तत्र द्वितीयः बिन्दुः तृतीयमस्ति उपसर्गधातुः योजनं यदा वयं धातुतः उपसर्गयोजयामः तत्र सन्धि अवकाशः अस्ति चेत् तत्रापि नित्येन सन्धिकार्यं करणीयम् त्रिषु स्थलेषु व्याकरणशास्त्रे सन्धिकार्यं नित्यं करणीयम् अन्यत्र सर्वत्र वाक्ये तु वक्तारस्य विवक्षानुसारेण एव यः वक्ता अस्ति यः वाक्यं वदति तस्य इच्छा अस्ति चेत् सः सन्धि करोति तस्य इच्छा अस्ति चेत् सन्धि न कृत्वा एव तत्र वाक्यं वयं लेखितुं शक्नुमः सो वाक्ये सन्धिकार्यं नित्यं नास्ति परन्तु एषु त्रिषु स्थलेषु व्याकरणशास्त्रे सन्धिकार्यं नित्येन करणीयम् इति तत्र विषयः सो इदानीं तत्र यः सन्धिकार्यस्य प्रयोजनं किम् उच्चारणे सौलभ्यं भवेत् तदेव अस्ति सन्धिकार्यस्य प्रयोजनं व्याकरणशास्त्रे सो इदानीं यः ष्ठा श्रूयते यदा तत्र पूर्वे किम् आसीत् what was the nature of the study of vyakaran shastra they used to first read the panini dhatu they used to ratanam tatra asit purve te dhi sahasra dhatu nam tatra ratanam so yada tatra ratanam they used to remember all the 2000 dhatus in order so tatra kim yada tatra स्था वदामः स्था इति तत्र किं तत्र उच्चारणे तत्र काठिन्यं भवति तत्र क्लेशः भवति अतः तत्र धातुपाठे किं दत्तं ष्ठ इति षकारस्य कारणेन तत्र थकारस्य ठ इति जातं ष्ठा तथैव तत्र बहूनि धातवः सन्ति ष्ठा ष्ठाष्णा ष्णा सो यत्र यत्र तत्र पाणिनिधातुपाठे शोपदेशधातुविषये इत्युक्ते मूर्धन्यषकारः यत्र अस्ति तस्य साक्षात् परे एकनिमिषः अहं करपत्रं शेर् करोमि तस्य साक्षात् परे ट ठ अपि च मूर्धन्यनकारः अस्ति चेत् तत्र प्रायशः वाट् हेपन्ड् एकनिमिषः तत्र प्रायशः सन्धिकार्यं भूत्वा एव तत्र धातुपाठे तत् रूपं दत्तम् सो अत्र किं वदति सो तत्र किं यथा तत्र धातुवादेशः सः इति सूत्रेण षकारस्य सकारादेशः भवति पूर्वे यत् कार्यम् अभवत् षकारस्य कारणेन तत्र थकारस्य ठकारः अभवत् इति तत्र सो एकवारं षकारः अपगच्छति चेत् पुनः सः ठकारः अपि तत् न तिष्ठति नैमित्तिकस्य अपि अपाव नैमित्तिकम् अपि फलमपि अपगच्छति यदा तत्र धातुवादेशः सः इति सूत्रद्वारा कार्यं भवति तत्र सकार आदेशः भवति तत्र ठकारः अपि न तिष्ठति तस्यापि अभावः भवति सो पूर्वे यत् वर्णः आसीत् तदेव तिष्ठति पूर्वे तु ठकारः आसीत् अतः पुनः तत्र स्था इति भवति तथैव ष्टा विषये अपि एकं धातुः अस्ति तादृशी ष्टा इति धातुः यदा तत्र धातुवादेशः सः इति सूत्रेण षकारस्य सकारादेशः भवति ट स्थाने ट इति प्रथमवर्णः ट ठ ट स्थाने किं तत्र आयाति वदतु भगिनि ट स्थाने तत्र त आयाति त थ वर्गीयप्रथम तत्र स्ता स्त इति भवति प्रायशः सो यत्र ट श्रूयते मूले अथवा ठ श्रूयते तत्र द्वितीयपरिवर्तनमपि करणीयं यदा वयं धातुवादिशः सः इति सूत्रद्वारा कार्यं कुर्मः लौकिकरूपस्य निर्माणार्थं न केवलं तत्र सकारः इति परिवर्तनं करणीयम् अनेन सूत्रेण तत्र यः साक्षात् परे अस्ति चेदेव करणीयम् इत्युक्ते ष्टुत्वसन्धिः कदा भवति यदा साक्षात् परे अस्ति तत्र एकं स्लैड् आसीत् एकनिमिषः पश्यामि मया एकं स्लैड् अपि निर्मितम् पिपिटि दृश्यते वा आं भगिनि अत्र दृश्यतु एते सर्वे औपदेशिकधातुवः षोपदेशधातुवः अत्र दृश्यतु अत्र प्रथमधातुः कः भगिनि षट् ष्ट अत्र षकार टकारस्य संहिता अस्ति वा भगिनि न अस्ति षकारः अकारः अनन्तरं टकारः अस्ति सत्यम् अत्र अनुबन्धानां निष्कासनं करोतु भगिनि उपदेशे अजनुनासिक सूत्रेण अकारस्य इत्संज्ञा शः तत्यस्य इत्यनेन शकारस्य इत्संज्ञा तस्य लोपः अट् अवशिष्यते किं पुनः वदतु भगिनि उपदेशे अजनुनासिक अस्ति औपदेशिकधातुः षट इति धातु अस्ति अस्तु अस्तु सो षट् अवशिष्यते षट् इति निरनुबन्धरूपम् षकारस्य अनन्तरम् अत्र अकारः अपि अस्ति इदानीं तत्र लौकिकरूपं किम् षट् इति इदानीं तत्र द्वितीयसोपानं किम् अस्ति अनुबन्धानां निष्कासनम् अनन्तरं सत्वं धातुवादे सो धातुवादे शः सः अतः शस्थाने स स आदेशः सो इट् बिकम्स् सट् सट् सो अत्र परिवर्तनं न करणीयं किमर्थं चेत् अत्र ष्टुत्वसन्धि अवकाशः एव नास्ति मध्ये अत्र षकार टकार मध्ये अकारः सो सत् एव लौकिकरूप सट् एव लौकिकरूपं सटति इति तत्र लट् लकाररूपं भवति न जानीमः पुनः पश्यामः कस्मिन् गणे अस्ति सो सट् एव तिष्ठति किमर्थं चेत् अत्र षकार टकारस्य मध्ये संहिता नास्ति ष्टुत्वसन्धि अवसरः एव नास्ति अत्र ष्टुत्व स्तुत्व एतत् सन्धिकार्यं सर्वदा संहितायाम् एव भवति संहिता अस्ति चेदेव सन्धिकार्यं भवति अत्र सट् एव तिष्ठति परन्तु अत्र ष्टुच् इति तृतीयं यः अस्ति ष्टुच् यः अस्ति षकारस्य साक्षात् परे टकारः सो पूर्वे किम् आसीत् अत्र प्रायशः निमित्तपाये नैमित्तिकस्य अपायः सो अनेन प्रवादेन यदा षकारः स्थाने सकारादेशः भवति तदा द्वितीयपरिवर्तनम् अपि करणीयं किमर्थं चेत् ट स्थाने किम् अस्ति अत्रापि एकमेव अनुबन्धवर्णः सो अत्र लौकिकरूप निरनुबन्धरूपं किं भगिनि न अत्र निरनुबन्धरूपं किं ष्टुच् अवगच्छति षट्टुच् च न अपगच्छति अकारः अनुनासिक अकारः अपगच्छति सो ष्टुच् इति लौकिकरूपम् इदानीं तत् इति निरनुबन्धरूपम् इदानीं धातुवादेशः सः इति सूत्रेण षकारस्य सकारादेशः सो यदा तत्र षकारस्य सकारादेशः भवति द्वितीयपरिवर्तनमपि करणीयं किमर्थं चेत् अत्र षकार टकार मध्ये संहिता अस्ति अत्यन्तसामीप्यम् अस्ति मध्ये किमपि नास्ति अतः ट स्थाने कः वर्णः आयाति पूर्वे किम् आसीत् ष्टु स्तोः त अस्ति त थ द ध न त स्थाने ट भवति थ स्थाने ठ भवति ठकारः अत्र तु ट अस्ति तो इदानीं किं लौकिकरूपं किं भगिनि स्तुच् अपि अस्ति स्तुच् इति लौकिकरूपम् परन्तु कथं जानीमः भगिनि दट् ओरिजिनलि इट् वास् दट् इस् वाट् इस् रिटन् न बिकास् आफ् द ष्टुत्वसन्धि अवसरः बिकास् आफ् द सन्धिकार्यस्य तत्र अवकाशः आसीत् अपि च तत्र उच्चारणे सौलभ्यं भवेत् तादृशप्रयोजनस्य कारणेन तत्र पाणिनिधातुपाठे ष्टुच् इति दत्तं परन्तु मूले तु तत्र त एव आसीत् तत्र सर्वत्र एतादृशः कोऽपि तस्य कृते कोऽपि अपवादः नास्ति सो यत्र यत्र षिट् ष्ट विषये अपि तत्र संहिता नास्ति अतः अत्र सिट् एव लौकिकरूपं तत्र षकार टकार मध्ये इकारः सो तत्र ष्टुत्वसन्धि अवसरः नास्ति सो सिट् एव भवति तत्र तत्र द्वितीयपरिवर्तनं न करणीयम् यस्मिन् यस्मिन् धातुः मूर्धन्यषकारस्य साक्षात् अनन्तरं ट ठ अपि च मूर्धन्यनकारः तत्र एव किं करणीयं तत्र द्वितीयपरिवर्तनम् अपि करणीयं परन्तु यत्र यत्र इदानीं तु षण् विषये भिन्नचिन्तनं षण् विषये तत्र द्वितीयपरिवर्तनम् अपि भवति किमर्थं चेत् तत्र तादृशसूत्रम् अस्ति that is why this is slightly difficult but nimittapaye namitikasya apayah yah pravadah asti tat shastriya chintanam nasti itukte sutra adare sutram to nasti vartikam api nasti paribhasha api nasti itukte patanjali maharishina nan uktam purve etat pravadah vartate parantu etasya chintanasya vishe tatra shastriya chintanam api asti itukte sutra adarena api chintanam तेन सम्यक्तया वयम् अवगन्तुं शक्यते किमर्थम् अत्र एतादृशः द्वितीयपरिवर्तनं भवति परन्तु इदानीं तु तत् मास्तु एतत् सूत्रं पठित्वा तत् तस्य विषये चिन्तनं कुर्मः सो ष्ठल् विषये अपि षकारस्य साक्षात् अनन्तरं ठ अस्ति, अतः तत्र स्थल् भवति, स्थल् इति रूपं. सो यदा तत्र धातुवादेश्यः सः इति सूत्रस्य कार्यं कुर्मः चेत् तदा तत्र द्वितीयपरिवर्तनम् अपि करणीयं. किमर्थं चेत् इफ् यु से स्थल् स्थल् इस् नाट् साधुरूपं, स्थल् एव अस्ति. सो तत्र फलं दृष्ट्वा एव एतद् ज्ञातुं शक्यते. इत्युक्ते तत्र ग्रन्थे तु एतादृशः न लिखितं, परन्तु एतादृशः एव प्रवादः तत्र वर्तते. सो अत्र कोऽपि प्रश्नः अस्ति चेत् एतावता अनन्तरम् अणकारस्य विषये वदामः, वदामि तत्र तस्य विषये किम् अस्ति. तत्र सूत्रद्वयस्य चिन्तनम् अस्ति, यत्र नकारः इत्युक्ते नत्वविषये तत्र सूत्रद्वयम् अस्ति, रषाभ्यां नौनः अपि च अट् कुप् वाङ् नुं व्ययाये अपि. एतत् सूत्रं पूर्वे पठितं वा, कुत्रचित् पठितं वा न पठितम्? पठितं भगिनि ब्रीफ्लि. रषाभ्यां नौनः अपि च अट् कुप् वाङ् अष्टमाध्याये चतुर्थपादे प्रथमसूत्रम् अपि च द्वितीयसूत्रम् अस्ति. एतत् सर्वाणि हल्सन्धिसूत्राणि अष्टमध्याये त्रिपादीयाम्, अतः तत्र त्रिपादीयां यानि सूत्राणि ते सर्वाणि असिद्धानि कस्य कृते, सपाद सप्ताध्यायी तत्र भागस्य कृते. एतत् पुनः अग्रे पश्यामः, परन्तु एतावता ष्ट अपि च ठ विषये साक्षात् परे अस्ति चेत् तत्र द्वितीयपरिवर्तनम् अपि करणीयं. कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. कुत्र लिखितम् अस्ति अष्टाध्यायी? न लिखितम् अस्ति महोदय, तत्र यः लिखितम् अस्ति करपत्रे अष्टाध्यायी ग्रन्थे इति इङ्गितम्, इत्युक्ते इट् इस् इण्डिकेशन्, दिस् इस् इण्डि, साक्षात् न लिखितम्. इङ्गितम् इत्युक्ते किं महोदय? इण्डिकेशन्, वी केन् फैण्ड् द इण्डिकेशन् इन् द अष्टाध्यायी ग्रन्थ. किमर्थं चेत् तत्र इण्डिकेशन् अपि नास्ति, तत्र इण्डिकेशन् अपि नास्ति. इण्डिकेशन् देट् विल् नाट् कम्, तत्र केवलं सूत्राणि सन्ति, सूत्र आधारेण एव इण्डिकेशन् दत्तं. साक्षात् इण्डिकेशन् कथम् अस्ति? साक्षात् तत्र अष्टाध्यायीग्रन्थे किम् अस्ति? केवलं सूत्राणि एव, तत्र केवलं सूत्राणि, कोऽपि व्याख्या नास्ति, कोऽपि तत्र फुट् नोट् नास्ति, किमपि नास्ति, केवलं तत्र सूत्राणि. सो यदि तत्र करपत्रे लिखितम् अष्टाध्यायीग्रन्थे एतत् इङ्गितम् इत्युक्ते दिस् इण्डिकेशन् वी केट् फ्रौण्ड् फ्रोम् द ग्रन्थ इट् सेल्फ़्. हौ? फ्रोम् द सूत्रात्. ष्टुत्वसन्धि यः सूत्रम् अस्ति, अपि च सन्धिकार्यं यः अत्र भवति, मया किम् उक्तं? सन्धिकार्यस्य प्रयोजनं किं? केवलं उच्चारणे सौलभ्यं भवेत् तदेव तत्र तस्य प्रयोजनम्. अतः धातुपाठे तत्र ष्टुच् दत्तं, ष्ठल् दत्तं, न तु ष्टुच् दत्तं. किमर्थं चेत् ऐ सेड् न, दे यूस् टु डू द रटनम् आफ् आल् द धातु, सो रटने उच्चारणे सौलभ्यं भवेत् इति एव तत्र प्रयोजनम्. अतः तत्र मूलधातुपाठे तु दत्तं, ठ दत्तं. किमर्थं चेत् उच्चारणे, उच्चारणार्थम् एव, परन्तु अत्र सन्धिकार्यं नित्यं नास्ति. सो तत्र यदा एकवारं षकारस्य सकारादेशः भवति तदा तत्र टकारस्य कोऽपि प्रयो फल तत्र आवश्यकता एव नास्ति, अतः पुनः तत्र स्तुच् भवति. अपि च इण्डिकेशन् कथम् अस्ति? सि वै हेव् टु आल्वेस् रिमेम्बर् देट् पाणिनि पूर्वे अपि तत्र भाषा आसीत्, व्याकरणग्रन्थाः तत्र सन्ति, बहूनि व्याकरणग्रन्थाः तस्य पूर्वे, महर्षि पूर्वे अपि तत्र आसीत्. सो वट् ही हेज़् डन्? ही हेज़् नाट् क्रियेटेड् द लेङ्ग्वेज्, लेङ्ग्वेज् वास् आल्रेडि दियर् एण्ड् प्रोबेब्लि सिन्स् द लेङ्ग्वेज् वास् दियर् प्रोबेब्लि देयर् वयर् सम् नियमास् आल्सो, सम् रूल्स् वयर् आल्सो दियर्. सो वट् ही हेज़् डन्? ही हेज़् ओन्ली डन् द ही मेड् द दिस् नियमः अपि च भाषा. ही मेड् अ सच् अ ग्रन्थः विच् विल् इन्क्लूड् एव्रिथिङ्ग्, ही हेज़् नाट् एक्स्क्लूडेड्. ही सा देट् दिस् स्तुच् स्तुच् यः अस्ति तत्र सी वाट् वि सेड् इन् द फस्ट् ही सेड् देट् ही सा देट् भवति अपि अस्ति तत्र ती कुत्र श्रूयते लिखति अपि अस्ति तत्र लिख एव श्रूयते तत्र लिख लेख न भवति सो तत्र ही सा द रूपास् देन् ही मेड् द नियम् वाट् वास् एक्सिस्टिङ्ग् लुकिङ्ग् एट् देट् ही मेड् द नियमः सच् देट् एव्रिथिङ्ग् वास् इन्क्लूडेड् इन् द अष्टाध्यायी ग्रन्थः तत्र लट् लकाररूपं तु पूर्वे अपि आसीत् लट् लोट् लङ् एते सर्वे तत्र रूपाणि पूर्वे अपि तत्र आसीत् तत् रूपं दृष्ट्वा ही मेड् द नियम अष्टाध्यायी इति ग्रन्थः तस्य पूर्वे अपि तत्र तादृशः तत्र आसीत् परन्तु तत्र यः सन्धिकार्यं तस्य प्रयोजनं केवलम् उच्चारणार्थं तस्य विषये अधिकचिन्तनं मास्तु परन्तु सन्धिकार्यस्य यः प्रयोजनं केवलम् उच्चारणार्थम् अपि च अत्र यः सन्धिकार्यं तत्र अत्र पाद्यां सन्ति अतः शास्त्ररीत्या चिन्तनं कुर्मः चेत् तत्र असिद्धं भवति धातुवादेशः सः इति सूत्रस्य कृते तत् सन्धिकार्यम् असिद्धं भवति सो वेदर् यु फालो द निमित्त अपायेन अमितिकस्य अपायः इति प्रवादः तत्र फालो कुर्मः चेत् तेन अपि यदा एकवारं निमित्तं कारणं शकारः अपगच्छति तस्य प्रभावेन शकारस्य प्रभावेन तकारस्य ट इति अभवत् धातुपाठे सो यदा तत्र कारणम् अपगच्छति ट अपि अपगच्छति इदानीं ट इति तस्य कोऽपि प्रयोजनं नास्ति यः मूले आसीत् तत् पुनः आगच्छति सो सकारस्य तत्र परे तत्र द्वितीयः अपि करणीयं स्तुच् इति भवति अपि च तत्र करपत्रे यद् दत्तं किं दत्तं ष्ठा इति भवति तत्र स्था भवति सो इदानीं यदा शकारः शकारस्य प्रभावेन थकारस्य ठ अभवत् इदानीं शकारः अपगच्छति तस्य सकारः इदानीं तत्र ठकारस्य कोऽपि आवश्यकता नास्ति सो तत् अतः पुनः तत्र थकारः अपगच्छति सो निमित्तपाय नैमित्तिकस्य अपायः इति एकं प्रवादः एतस्य विषये अग्रे पुनः चिन्तनं कुर्मः इदानीं तु बहु समयः अभवत् ऐ कुड् नाट् सी द क्लाक् कृपया एतत् पुनः पठतु तस्य विषये अग्रिमे कक्षायां तत्र चर्चा कुर्मः अस्तु इदानीं तु बहु समयः अभवत् ऐ डिड् नाट् सी द वाच् एतत् परिच्छेदं सर्वैः सर्वैः पुनः पठतु तस्य विषये पुनः चिन्तनं कुर्मः तस्य विषये सि दिस् वी केनाट् फालो दिस् न निमित्तपाय नैमित्तिकस्य अपायः किमर्थं चेत् वी सेड् देट् इन् द व्याकरणशास्त्रे तत्र त्रिमुनिना यत् उक्तं तदेव तदेव तस्य प्रमाणः एव वर्तते सो तत्र शास्त्रीयचिन्तनमपि अस्ति न केवलं निमित्तपाय नैमित्तिकस्य अपायः इति प्रवादः परन्तु तत्र शास्त्रीयचिन्तनम् अपि अस्ति तस्य विषये तत्र अग्रे पश्यामः शास्त्रीयचिन्तनं किम् इति पश्यामः तेन पुनः तत्र किञ्चित् तत्र अवगच्छामः अस्तु इदानीं तु अत्र स्थगामः इदानीं तु बहु समयः अभवत् कोऽपि शान्तिमन्त्रं पठति वा जगदीश ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओं श्रीगुरुभ्यो नमः हरि ओं धन्यवादाः नमस्कारः पुनः मिलामः धन्यवादः धन्यवादः धन्यवादः नमस्कारः धन्यवादः भगिनी।